पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 197 कुमारा ऊचुः पितर्येवं वनं प्राप्ते पश्चादागत्य नारद जननीं तर्जयामास धुन्दुकारी महाकलः क्व वित्तं तिष्ठति ब्रूहि मातरं प्रति नारद सर्वथा त्वां घनिष्यामि न चेद्ब्रूया निधानकं सा तस्य वचनात्रष्टा रात्रौ दुःखितमानसा निपत्य कूपे तु मृदा लोकैर्ज्ञात्वा बहिकृता गोकर्णस्तां तु निर्हृत्य द्विजैस्तज्ञादिबान्धवैः तीर्थयात्रां ययौ प्राज्ञसमदुःखसुखो मुने दुन्दुकारी गृहे तिष्ठन् स्वगे पण्यवधूवृतः अत्युग्रकर्माचारेण तत्पोषणविमूढधीः भूषणान्यभिलिप्स्यन्त्यस्तमुचुर्वारयोषितः भो भो प्रियवयं सर्वांस्त्वया नाथेन सङ्गदाः स्थिता नैवात्र कोऽप्यन्यो धनदोभ्येदि मानद तस्मात् सूक्ष्माणि वस्त्राणि भूषणानि द्युमन्ति च देहि नो चेत् व्रजिष्यामस्त्वत्सकाशान्नरान्तरम् इति श्रुत्वा वचस्तासां चिन्तयित्वा क्षणं स च निर्गतस्व गृहाद्रात्रौ कामान्धो मृत्युमस्मरन् मुषित्वा कस्यचित् गेहाद्वस्त्राण्याभरणानि च ददौ ताभ्यो मुदा युक्तप्रीत्यै तासां स नारद तानि दृष्ट्वा ह्यमूल्यानि वस्त्राण्याभरणानि च तास्त्रियश्चिन्तयामासुश्चौर्येणैतानि च मुना आहृतानीति निश्चित्य परस्परममं त्रयन् शौर्यं करोत्यसौ नित्यमेनं राजा गृहीष्यति वित्तं हृत्वा पुनश्चैव मारयिष्यति निश्चितम् अतो रहसि चास्माभिर्हत्वा मुं शौर्यकारिणं वित्तं च बहु सङ्गृह्य किमन्यत्र न गम्यते इति ताक्रूरहृदयाः सुप्तं कण्ठग्रहं तदा पाशैः सुतीक्ष्णैर्बद्ध्वा च व्यापादयितुमुद्यताः यदा च न मृदश्चासौ भृश्यं कण्ठग्रहेण च तदाङ्गाराणि बहुशो मुखे चास्य विचिक्षिपुः अग्निज्वालादिदुःखेन व्याकुलो निधनं गतः तद्देहं चिक्षिपुर्गर्ते प्रायः साहसिका स्त्रियः न ज्ञातं तच्चरितं तु केनापि मुनिसत्तम लोकैः पृष्ठा वदन्ति स्म दूरे यादपदीर्हिनः आगमिष्यति दीर्घेण कालेन धनकर्षितः अध स्त्रीणां न विश्वासकर्तव्यो विदुषां वरैः विश्वस्थं सर्वदा घ्नन्ति प्रार्थयन्त्यो नवं नवं सुधामयं वचो यासां कामिनां रसवर्धनं हृदयं क्षुरधाराभं प्रियको नाम योषितां अथ ता बहुलम्बितं गृहीत्वा वारयोषितः ग्रामान्तरं ययुशीघ्रं भयाद्राज्ञोदिविह्वलः दुन्दुकारी बभूवाध महाप्रेधकुकर्मकृत वात्यारूपधरो नित्यं धावन् दुर्मृत्युदो दिशः सीतातपपरिक्लिष्टो निराहारपिपासितः न च लेभे सुखं क्वापि आहेदि प्रवदन्मुहुः कियत्कालान्तरे त्वेनं मृदं चैवावबुध्य च गोकर्णस्तीर्थयात्रायां गया श्राद्धमधाकरोद समाप्य तीर्थयात्रां तु स्वं पुरं समुपेयिवान् सभाजितः सपौरैस्तु प्रीत्या स्वजनबान्धवैः उवास स्वगृहे चैव दिनानि कतिचिद्विजः रात्रौ प्रसुप्तं गोकर्णं ज्ञात्वा वेश्माङ्गणेशदु दुन्दुकारि महादुष्टो रौद्रं रूपं व्यदर्शयद क्षणं नागः क्षणं चोष्ट्रः क्षणं स महिषो भवद क्षणमग्निः क्षणं सर्पः क्षणेन पुरुषो भवद वैपरीत्यमिदं दृष्ट्वा गोकर्णो धैर्यसंयुधः चिन्तयामासमेधावी किमेतदिति विस्मितः अयं दुर्गतिमापन्नः कोऽप्यस्ति पुरुषाधमः इति निश्चित्य मनसा तमुवाच दयान्विदः गोकर्ण उवाच कस्त्वमुग्रतरो रात्रौ भीषयन् मामुपागतः प्रेतोचाध पिशाचो वा कुध प्राप्तो दशामि मां तद्ब्रूहित्वमहाभाग किं कार्यं ते मयाधुना घोररूपो यतो रात्रौ मत्समीपमुपागतः इति श्रुत्वा वचो भ्रातुर्दुन्दुकारी महाकलः प्रेदभावमनुप्राप्तो रुरोद भृश्यमाधुरः वक्तुं नैव क्षमो वाचा प्रेदत्वेन विमोहितः संज्ञया निर्दिदेशाध जलं पातुं पिपासितः अथासौ सुमहाभागो गोकर्णः साधुसम्मतः स्वकां जलौ जलं कृत्वा प्राक्षिपत्तमुदीरयन् तत्क्षिप्तं तज्जलं भ्राता गोकर्णेन महात्मना उपस्थितं च तृप्त्यर्थं प्रेतस्य दुन्धुकारिणः अधो वाजागतज्ञानः प्रदत्तेनाम्बुना मुना पुण्यात्मनात्मनो भ्राता गोकर्णेन च नारद प्रेत उवाच अहं भ्राता त्वदीयोऽस्मि दुन्दुकारीति नामदः आत्मनः कर्मदोषेण प्रेतत्वं समुपागतः मम मादा मृदा दुःखात् बहु शस्तार्जिता मया द्रव्य हेदोस्ततः पश्चाद्वारस्त्री पोषणोत्सुकः निषिद्धं कृतवान् कर्म चौर्यादिधनलोभतः एकदा प्रार्थितस्ताभिर्भूषणान्यम्बराण्यहं धनिकस्य गृहाद्रादौ मुषित्वा तान्युपानयं ततस्ताद्धनलोभेन पाशैर्बद्ध्वा गले बलाद मां तु व्यापादयामासु वह्निक्षेपेण मानद गृहीत्वा मद्धनं भूरि ताः सर्वा भूपतेर्भयाद पलायिता पुरादस्मात् स्वार्थोन्मूलित सौहृदाः अध प्रेदत्वमापन्नो भ्रातरद्य त्वयाम्बुध्ना सिक्तसंज्ञामहं प्राप्तः पुण्येनाधिकृपालुना वादाहारेण जीवामि दैवादिष्टफलोदयः अपश्यं त्वमहं सुप्तं भ्रातरं स्वगृहाङ्गणे तदस्त्वामनभिज्ञं मां दर्शनाय कृतोद्यमः अभवं सहसा साधो ज्ञातश्चाकं त्वयाधुना दीनबन्धोदया सिन्धो भ्रातर्मामाशुमोचय प्रेतभावादमुष्मात्त्वं कृतार्थोऽसि न संशयः इति श्रुत्वा वचो भ्रादुर्गोकर्णो ज्ञानवान् सुधीः भ्रातरं प्राह खिन्नात्मा दुःखितं दुन्धुकारिणं गोकर्ण उवाच तुभ्यं दत्तो मया पिण्डो गयायां त्वामहं हृदम् श्रुत्वा लोकमुखाद्भ्रातस्त्वं कथं प्रेततां गतः गयापिण्डप्रदानेन दुर्गतोऽपि शुभां गतिं प्राप्नोति नात्र संदेहस्त्वं कथं न दिवं गतः भ्रातुरिद्धं वच श्रुत्वा गोकर्णस्य महात्मनः दुन्धुकारी दुःखितात्मा प्रोवाच पुरतस्थितः गयाश्राद्धशतेनापि न मे मुक्तिर्भविष्यति उपायोऽन्यश्चिन्तनीयो ममोद्धारय वै त्वया इति तद्वाक्यमाकर्ण्य गोकर्णो विस्मयं गतः प्राहश्राद्धैर्न मुक्तिश्चेत् तर्ह्यसाध्या गतिस्तव इदानीं त्वं निजस्थानमाधिष्ठप्रेतनिर्भयः विचार्याहं करिष्यामि मुक्त्युपायं परं तव इति वाक्यं समाकर्ण्य धुन्धुकारी ततो गतः निजं स्थानं श्मशानस्थं कलिद्रुममतः परम् शेषां रात्रिं स गोकर्णश्चिन्तयन्नेव नारद तस्य मुक्तिं स्थितस्तत्र तदुपायं न चाभ्यगाद प्रादस्तदः स गोकर्णस्वज्ञादिकुलबान्धवान् धर्मशास्त्रविदो विप्रान् रात्रिवृत्रं न्यवेदयद ते विचार्य च तद्वृत्तं शास्त्रेषु बहुशो द्विजाः यदा न ज्ञातवन्तस्तद्वृत्तं सूर्यं तदा स्तुवन् द्विजा ऊजुः नमस्ते भास्करादित्य तमोऽहं दर्गभस्तिमान् लोकसाक्षिन् जगद्धाम सुरासुरनमस्कृता द्वादशात्मन् हरिहय भास्वन्लोकप्रबोधः त्वं गतिः सर्वलोकानां सततं धर्मशीलिनां त्वं ब्रह्मा त्वं हरिशूली सृष्टिस्थितिविनाशकृत त्वामृते नास्ति लोकेऽस्मिन् शरणं प्राणिनां विभो सर्वस्त्वं क्षितिरूपोऽसि भवोऽसि जलरूपधृक् त्वमग्निरूपो रुद्रोऽसि वायुरस्युग्ररूपधृक् भीमोऽस्याकाशदेहस्त्वं यज्वा पशुपति स्वयं महादेव सोममूर्तिरीशानसूर्य एव हि तवाष्टौ मूर्तयो दिव्या युज्यन्ते वेदवादिभिः सर्वकामसमृद्ध्यर्थं व्याप्तलोकत्रयस्य च मत्स्यस्त्वं वेददृक्चासि कूर्मचाद्रिधरोवरः धराधरो वराहोऽसि लोकधृक्त्वं त्रिविक्रमः ब्रह्मधृघ्नो भार्गवस्त्वं लोकधृघ्नोऽसि राघवः भूभारहन्ता कृष्णोऽसि बुद्धोऽस्यसुरमोहकृत कल्क्यशिम्लेच्छहन्ता त्वं धर्मग्लानौ युगे युगे देवासुरमनुष्याणां पशुपक्ष्यम्बुजारिणां नानाविधानं जीवानां त्वं स्रष्टा ब्रह्मरूपदृक् इन्द्रोऽसि धर्मराजोऽसि वरुणस्त्वं धनेश्वरः लोकपालस्वरूपेण वर्तसे गोगणेश्वर त्रयी मूर्तिस्त्रिकालेजस्त्रिधामा त्रिगुणात्मकः त्वमेव पूज्यसे लोकैः त्रिधा भिन्नो दिवाकरः पद्मप्रबोधनकरस्त्वमेवासि जगत्पदे इत्युदीर्यद्विजश्रेष्ठा यावत्तस्तुर्मुनीश्वर तावदाकाशगः प्राकस्फुटं तेषां तु शृण्वतां श्रीसूर्य उवाच श्रूयतां भो द्विजश्रेष्ठा यदर्थं वर्णितोऽस्म्यहं भवद्भिर्दुन्धुलीसूनो महापादकशान्तये आत्मदेवस्य पुण्येन गोकर्णो रौहिणो ह्ययं श्रीभागवतसप्ताहस्तस्योद्धर्ता भविष्यति यद्भवद्भिः कृतं स्तोत्रं मम वैभववर्णनं तेन स्तुत्वा नरो विप्रा देवयानं लभिष्यति पुत्रार्थी च धनार्थी च धर्मार्थी मोक्षकामुकः वाञ्छाचिन्तामणिस्तोत्रं पठित्वात्यन्तमाप्नुयाद इत्युक्त्वा भास्करो देवो विररामदिविस्थितः ते द्विजा साध्विधि प्रोचुर्गोकर्णं हृष्टमानसाः ततः समाजे विप्राणां तुङ्गभद्रातटे शुभे कौतुकं सुमहद्रष्टुं तत्रागान् नागरी प्रजा गोकर्णोज्ञादतत्त्वार्थो वक्ताभ्यासनमास्थितः नारायणादिकान्नत्वा सप्ताहं समवर्तयन् श्रीहरेस्तु वचःशास्त्रं तीर्थपादाब्जसम्भवं यदि सत्यं तदाप्नोदु दुन्धुली तनयो गतिम् इति सङ्कल्प्य मनसा श्रीमद्भागवदाभिधं जन्माद्यस्य यतश्चेदि धीमह्यं तमुपावदत तत्र प्रेतं समागत्य स्थानं पश्यन्नितस्ततः सप्तग्रन्थियुधं वंशं प्रविष्टो वादरूपदृक् शृण्वत्सु वैष्णवाग्र्येषु ब्राह्मणेष्वधनारद शुश्रावधुन्धुलीपुत्रो ग्रन्थिच्छिद्र स्थितोऽन्वहम् यदा कथा विरामोऽभूत् प्रथमे हनि नारद तदैकाकी चक्रग्रन्थिस्फुस्फोटात्यद्भुतं ह्यभूद द्वितीयादिष्वहस्वेव मेकैकग्रन्थिभेदनं बभूव सप्तमे भिन्ने सद्य प्रेतदां जहौ दिव्यरूपधरो भूत्वा तुलसी दाममण्डितः पीतवासाखनश्यामः प्रबभौ भूषणान्विदः गोकर्णं भ्रातरं नत्वा प्रोवाचाखिल तत्त्वदृक् त्वयाहं मोचितो बन्धो कृपया प्रेदकश्मलाद धन्या भागवती वार्ता प्रेदत्वोन्मूलिनी श्रुता सप्ताहोऽपि तथा धन्यो विष्णु लोकगतिप्रदः यत्प्रभावाद्विमुक्तोऽहं प्रेदभावाद्भृशातुरः आर्द्रं शुष्कं लघुस्थूलं वाङ्मनःकर्मभिकृतं पातकं भस्मसात्कुर्यात् सप्ताहोऽग्निरिवेन्धनम् अस्मिन् वै भारते वर्षे देवानामप्यभीप्सिते शृण्वतां भगवच्छास्त्रं गतिरत्युत्तमा भवेद् स्नायुवस्ति मज्जा मांसाश्रित् सङ्घातं देहमुच्यते स शुचि भागवदास्वादादशुचित्वन्यथा मदं कर्मकश्मलसन्तुष्टो देहो नरकभाजनम् अधो दोषनिवृत्त्यर्थमेतदेव हि साधनम् बुद्बुधा इव तोयेषु मशका इव जन्तुषु जायन्ते मरणायैव भगवच्छास्त्रवर्जिताः विद्यते हृदयग्रन्थिश्चिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि श्रुते भागवते द्विजाः एवं ब्रुवति वै तस्मिन् विमानवरमागतं वैकुण्ठात् तदधिष्ठाय गतोऽसौ विष्णुमन्दिरं विष्णुलोकं गते तस्मिन् सर्वे विस्मितमानसाः बभूवुश्चापि पप्रच्छुर्गोकर्णं ते द्विजोत्तमाः द्विज ऊचुः श्रुतं भागवतं सर्वैरस्माभिरिह सङ्गतैः किं कारणमहाभाग त्वद्भ्रातैको गदो हरिं गोकर्ण उवाच श्रूयतामभिधास्यामि कारणं भ्रातृसद्गतौ यच्छ्रुत्वा यूयमेवापि गोलोकं च गमिष्यथ सप्ताहश्रवणं कार्यमुपवासपरायणैः कृष्णैकतानमधिभिर्गोलोकगदिदायकम् पुनः शृणुध्वं सप्ताहं श्रीमद्भागवतं द्विजाः एकाग्रचित्ताः सददं कृष्णप्रेमामृतप्रदम् इति श्रुत्वा वचस्तस्य गोकर्णस्य द्विजोत्तमः पुनः श्रोतुं भागवतं सप्ताहं समुपावसन् कृष्णैकमानमदयो नियमेन च नारद पुनस्ते शुश्रुवुः सर्वे श्रीमद्भागवतं द्विजाः कथावसाने भगवान् कृष्णकमललोचनः आविरासीन्मुनिश्रेष्ठशङ्खचक्रगदाब्जधृक् किरीटकुण्डलधरो वनमालीविभूषितः पीतवासाखनश्यामः खडगाङ्गदभूषितः तं दृष्ट्वा ते द्विजा सर्वे विश्वक्सेनादिभिर्युधं पार्षदप्रवरैर्हृष्टाः प्रणेमुर्भुवि सङ्गताः जयशब्दो नमः शब्दस्तदासीत् सर्वतो मुने अथ शङ्खध्वनिं चक्रे हरिसंहर्षयन् द्विजान् तदानेके विमानास्तु वैकुण्ठात् समुपागताः द्विजानां पश्यतां तत्र पार्षदप्रवरैर्युधाः गोकर्णं तु समालिङ्ग्य ददौ सारूप्यमात्मनः श्रोतृनन्यान् खनश्यामान् पीतकौशेयवाससः किरीडिनकुण्डलिनो हारिणो वनमालिनः चकार तत्क्षणात्तत्र महदाश्चर्यमप्यभूद तस्मिन् ग्रामे स्थिता येदु आचाण्डालजना मुने समारुह्य विमानांस्तान् ययुः कृष्णाज्ञया दिवं गोकर्णसहितकृष्णो गोपगोपीजनप्रियः गोलोकं समनुप्राप्तः सर्वलोकोपरिस्थितम् यत्र वृन्दावनं रम्यं शतशृङ्गसमावृतं तद्बाह्ये परितो वृतं विजय या ह्यत्यद्भुतं राजतेरण्यं यत्र तु मण्डपानि सुबुहून्यच्छोदवाप्यो ह्रदाः गावकामदुःखासुरद्रुमं तति छायाश्रिता कोपकैः क्रीडा तत्परमानसैः परिवृदो नन्दात्मजक्रीडति मध्ये त्वस्य सुकाननस्य रचितो वृन्दावने स्वेच्छया रम्यम् रत्नसमूहभर्मखच्चितं प्राकारमुद्भासयन् न ग्रोधः सुमहांस्तद प्रदिदिशं गोपी जनाध्यासितं वत्सालङ्कृतमद्भुताकृति महच्छ्रीगोकुलं राजदे तन्मध्ये भवनं हरेरधिकृतं प्रोद्भासदे भास्वरं यस्मिन्नङ्गद यस्मिन्नन्दगृहेश्वरी समुदितास्ते राधयाराधिताः यद्भाग्यं महदप्युमापदिमुखैश्चिन्त्यं सदाभ्यन्तरैस्तत्सूनोर्मधुराकृतेरधि च कास्त्यण्डौकभास्यां शुभिः वादाम्बुपर्नाशनदेहशोषणैस्तपोभिरुग्रैर्जपयज्ञकर्मभिः असाध्यमप्यायशधेनुसम्भवो लोकं न गाहाख्यमखप्रवर्तनाद इतिहासमिमं पुण्यं यः पठे शृणुयादपि सोऽपि गोलोकमभ्येदि किं श्रीभागवतं पुनः इति श्रीपाद्मे महापुराणे उत्तरखण्डे सप्तनवत्यधिकशततमोऽध्यायः ॐ